नमस्कारः. अद्य व्याकरणवर्गे वयम् अत्र हल्सन्धिसूत्रसहितादृशिः धातुपाठे अत्र अभ्यासः अस्ति द्वादशे करपत्रे. तस्मात् अत्र वयं अभ्यासं करिष्यामः. अत्र गतसप्ताहे वयं ज्याज्यापर्यन्तं कृतवन्तः. अद्य व्यधि वाव्यध् तस्मादारभ्य करिष्यामः. विद्या भगिनी भवती आरम्भं करोतु. महोदय, व्यद् व्यद् वाव्यद् इति धातुः अस्ति, सम्प्रसारणी धातुः अस्ति. तर्हि तत्र यत्र यत्र कित्नित् प्रत्ययः तत्र सम्प्रसारणं कार्यं भवति. अहं प्रथमतया तत्र रूपं किं भवति इति वदामि. वाव्यद् तत्र वकारः, अनन्तरं यकारः, वकारः यकारः द्वे अपि सम्प्रसारणसंज्ञकः. तत्र यकारस्य स्थाने इग्यसम्प्रसारणः यण्स्थाने इक् आदिष्टः भवति. तर्हि तत्र यकारस्य स्थाने इकारः, तस्मात् प्राक् वकारः वकारस्य सम्प्रसारणं न भवति. न सम्प्रसारणे सम्प्रसारणम् इति सूत्रेण तर्हि तत्र इदानीं तत्र वकारः यकारः अकारः अस्ति. तर्हि तत्र इकारः अकारः इदानीं तत्र पूर्वपरयोः पूर्वरूपादेशः सम्प्रसारणाच्च इति सूत्रेण तर्हि इदानीं तत्र वकारः योगः इकारः योगः धकारः. तर्हि तत्र वाविद् इति रूपं भवति यत्र कित्नित् प्रत्ययः अस्ति. इदानीं तत्र वाव्यद् योगः भगिनि, अत्र सूत्रं किं भगिनि सम्प्रसारणविषये विधिसूत्रम्? प्रथमं विधिसूत्रमस्ति ग्रही जा वै व्यति वष्टि विचति वृश्चे पृच्छति बृजतीनां निति च इति इत्येव सम्प्रसारणविनायकं सूत्रमस्ति. परन्तु तत्र संज्ञासूत्रम् इग्यणसम्प्रसारणम् इत्यनेन यण्स्थाने इक् आदिष्टः भवति इति कृत्वा तत्र वाविद् इति रूपं भवति. ग्रहीज्या वै इति इत्यस्मिन् सूत्रे व्यद् इति धातुः इक् प्रत्ययम् उपयुज्य दत्तमस्ति इति कृत्वा तत्र प्रसारणं भवति. अन्यत्र यत्र स्थित् योजयित्वा तत्र सम्प्रसारणं न भवति. तर्हि इदानीं वाव्यद् योगः एतत् केवलं यङ्लुगन्तविषये एव किल भगिनि? केवलं यङ्लुगन्तविषये एव यत्र स्थित् प्रत्ययः यत्र यत्र सूत्रे स्थित् प्रत्ययम् उपयुज्य धातोः निर्देशः भवति तत्र यङ्लुगन्तधातूनां कृते तत्र कार्यं न भवति. तर्हि अत्रापि तथा एव ग्रहीज्या इति सम्प्रसारणविधायकं सूत्रं तत्र ये धातवः स्थिप्रत्ययम् उपयुज्य दत्तं तत्र सम्प्रसारणकार्यं न भवति. इदानीं वाव्यद्योगः इति तत्र वाव्यद् तत्र दकारः जश्वर्णः, अनन्तरं तकारः अस्ति. तर्हि तत्र जशस्ततोर्धोदः इति सूत्रेण तत्र तत्र तकारस्य स्थाने धकारः आप्राणधकारः. अनन्तरं तत्र जलां जशि इति सूत्रेण तत्र महाप्राणधकारः जश्वचतुर्थवर्णः. तर्हि वाव्यद् तत्र जष्त्वं भवति दकारः वाव्यधि इति रूपम्. अनन्तरं वाव्यद् योगः ईति तत्र अत्र इति अजादिपित् प्रत्ययः अत्र धातोः अन्ते इक्वर्णः अपि नास्ति, उपधायामपि इक्वर्णः नास्ति. तर्हि अत्र किमपि विशिष्ट अङ्गकार्यं नास्ति, केवलं वर्णमेलनं वाव्यधीति. अनन्तरं वाव्यद् योगः तः इति हलादि अपित् प्रत्ययः विद्वत्. तर्हि इदानीं प्रसारणं भूत्वा तत्र वाविद् इति अस्ति. वाविद् योगः तः, पुनः जशस्तोर्दोदः इति सूत्रेण तकारस्य धकारः भवति. अनन्तरं जलां जशि इति कृत्वा धकारस्य वाविद्धः वाव्ययोगः अति अजादि अपित् प्रत्यय अत्र अत्र किमपि कार्यं नास्ति, केवलं केवलं सम्प्रसारणकार्यमेव. कित् अपित् कित् नित् निद्वत् इति कृत्वा तर्हि वाविद् योगः अति वाविहति इति रूपम्. अस्तु भगिनि, रामप्रिया भगिनी अग्रे करोति वा. मध्यमपुरुषे ति प्रत्ययः फलादिपित् अस्ति. अत्र गुणकार्यस्य प्रसक्तिः अस्ति, परन्तु गुणवर्णः उपादायं वर्णः नास्ति इति कृत्वा गुणकार्यं न भवति. वाव्यद्योः सि प्रथमं खरि च इति सूत्रेण दकारस्य स्थाने तकारादेशः भवति. वाव्यत् योगः वाव्यत् सि. अनन्तरं विकल्पेन ईशि इति प्रत्ययः अस्ति, वाव्यद्योगः ईशि. अजादिपित् अस्ति, तत्र केवलं वर्णमेलनमेव वाव्यदीशि. अनन्तरं तः इति द्विवचने तत्तु अपित् अस्ति, वाव्यद्योगः तः. तत्र अपि प्रत्ययः इति कृत्वा सार्धधातुकमपि ङिति च इति सूत्रेण ङित्वद् भवति. सम्प्रसारणकार्यं भवति सम्प्रसारणी धातु इति कृत्वा वाविद् योगः तः. तत्र जशस्ततुर्दोर्दः इति सूत्रेण जश् वाविद् जशन्तधातुः अस्ति, वाविद् योगः तः. तत्र प्रत्ययः तः इति प्रत्ययस्य स्थाने दः इति चतुर्थ दकारादेशः भवति, वाविद् योगः दः. इदानीं जलां जश् जशि इति सूत्रेण वाविद् इत्यस्य दकारादेशः तृतीयदकारादेशः तकारादेशः अस्ति. वाविद्धः वाविद् समानकार्यं वाविद्ध. अस्तु हेमा भगिनी भवति अग्रिम. महोदय अग्रे उत्तमपुरुषे वाव्यद्योगः मे इति अस्ति, अत्र तु किमपि कार्यं न भवति, झलि नास्ति, अपि च पित् अस्ति इति कृत्वा अत्र केवलं मेलनमेव भवति, खर् अपि नास्ति, अतः वाव्यध्मि इत्येव रूपं भवति. अपि च ईमि अपि अत्र पित्वात् अपि विशिष्टकार्याणि एव न भवति, अत्रापि मेलनं भवति संयोजनेन वाव्यधीमि इति भवति. इदानीं वः तु अपित् अस्ति, हलादि अपित् अस्ति, अतः अत्र ङित्वत् भवति, अतः सम्प्रसारणकार्यं भूत्वा अत्र वाविद् इति आगच्छति. वाविद् योगः वः वाविद्वः, समानकार्याणि वाविद्मः इति. भवती एव करोतु भगिनि. लोट् अपि लोट् लोट्लकारे अस्ति, वाव्यद्योगः तु इति. अत्र पुनः तु इति पित् अस्ति, अतः अत्र सम्प्रसारणकार्यं न भवति. अपि च धकारः झष्वर्णः अस्ति, अतः परे तकारः अस्ति इति कृत्वा जशस्ततोर्दोतः कारणेन तकारस्य धकारः भवति, अतः वाव्यद् योगः धू इति भवति. तदनन्तरं जलां जश्जशि अपदान्ते झलः जश् जशादेशः भवति, अतः वाव्यद् वाव्यद्धु. अपि च ई तु अस्ति, अत्र तु केवलं मेलनं भवति, वाव्यधीतु इति. तदनन्तरं ताम् अस्ति, तां तु हलादि अपित् अस्ति, अतः अत्र सम्प्रसारणं भूत्वा तात् अस्ति, क्षम्यतां, वाव्यद्योगः तात् तात् अपि अत्र साक्षात् नित् अस्ति तातङ् इति, अतः अत्र गुणकार्यं किमपि न भवति. अपि च अत्र सम्प्रसारणकार्यं भवति अत्र, अतः वाविद् योगः तात् इति. पुनः अत्रापि जशस्ततुर्दोदः कारणेन तकारस्य धकारः, तदनन्तरं महाप्राणधकारस्य जशादेशः भूत्वा झलां झषि इति कारणेन वा विद्धात् वा विद्धात् अत्र पदान्ते अस्ति इति कृत्वा जलां झषन्ते भूत्वा वा विद्धात् इति भवति. तदनन्तरं वावसाने इति कृत्वा वा विद्धात् इति त्रीणि रूपाणि तत्र. तदनन्तरं ताम् अस्ति, तामपि समानकार्याणि भवति अत्र, जशश्चतुर्दोदः तदनन्तरं झलां झषि अपि च सम्प्रसारणकार्यमपि तद् तर्हि तत्र वाविद् योगः ताम् इति स्थितौ तत्र वाविद्धाम् इति भवति. तदनन्तरं पूर्वं त्रीणि रूपाणि इति उक्तवती, कानि? एकं तु तु ईतु अपि च तात् किल, चत्वारः चत्वारि रूपाणि चत्वारि. तदनन्तरं त अपि समानकार्यम् अस्ति, त अपि तस्ति हलादि अस्ति, सम्प्रसारणकार्यं भवति. अतु भगिनी इदानीं क्षम्यतां क्षम्यताम् अतु अस्ति वाव्यद्योगः अतु इति, अतु अपि अपित् अस्ति, अतः अत्र सम्प्रसारणं भवति, तर्हि वाविद् इति भवति. वाविद् योगः अथु, अत्र केवलं मेलनं भूत्वा वा विधतु इति रूपाणि. तर्हि प्रथमे चत्वारि रूपाणि, अनन्तरं ताम् इति वा विद्धां, तदनन्तरं वा विधतु इति. वाव्यद् योगः हि, तत्र हि इति सेच् इत्यनेन अपित्वम् अस्ति निद्वत्, तर्हि तत्र सम्प्रसारणकार्यं भवति वाविद् वाविद् योगः हि, तत्र हु जल्भ्यो हेर्दिः इति सूत्रेण तत्र नकारः जल्वः इति कृत्वा तत्र हि स्थाने धी आदेशः, वाविद् योगः धी, अनन्तरं जलां झषि इति कृत्वा वावि महाप्राणधकारस्य झष्त्वं धकारः वाविद्धि, अनन्तरं वाव्यद् योगः तं तम् इति अपित् प्रत्ययः, पुनः अत्र सम्प्रसारणं वा विस्मृतवती तात् आम् वाविद्योगः वाव्यद्योगः तात् पुनः तात् इति तातङ् नित्व नित्वत् नित् अस्ति, तर्हि तत्र सम्प्रसारणं वाविद् योगः तात्, तत्र जशस्ततोर्बोधः इत्यनेन तत्र धकारः जश् इति कृत्वा तकारस्य धकारः, जलां झषि इति कृत्वा तत्र महाप्राणधकारस्य झष्त्वं धकारः वाविद्धात् अथवा वाविद्धात् जलां झषन्ति वावसानि इति कृत्वा रूपद्वयम्, अनन्तरं वाव्यद्योगः तं तत्र तम् इति हलादि अपित् प्रत्ययः, पुनः प्रसारणं तथैव कार्यं जशस्ततोर्दोदः इत्यनेन तकारस्य धकारः, अनन्तरं जष्त्वं कृत्वा तत्र वाविद्धम् अनन्तरं भगिनि त्रीणि रूपाणि सम्यक् वदतु, दकारः धकारः तात् विविद्धात् वाविद्धात् वाविद् वाविद्धं वाविद्ध न न त्रीणि रूपाणि वाविद्धम् अस्ति प्रायः. पुष्पा भगिनी पृच्छति अत्र मध्यमवर्षे एकवचन रूपत्रयम् एकवचन वाविद्योगः तात् इति अस्ति, तत्र वाविद्धात् वाविद्धाद् रूपद्वयं रूप प्रथमं तत्र वाविद्धात् इति अस्ति, अनन्तरं तत्र जलां जशोन्ते इति कृत्वा तत्र दकारः भवति वाविद्धाद्, अनन्तरं तत्र वा अवसाने इति सूत्रेण चत्वं भवति, तर्हि तत्र विकल्पेन वाविद्धात् अथवा वाविद्धाद् इति रूपद्वयम्, अनन्तरं यत्र हि इति अस्ति सम्यक् न जानामि भगिनि, वाविद्धात् दकारः दकारः दकारः वाविद्धात् दकारः धकारः दकारः त्रीणि त्रयः यत्र वाविद्योग हि इति अस्ति किल, तत्र तु तत्र हूजयोहेर्दिः इति धी भवति वाविद्धि वाविद्धि तदपि प्रथमपुरुषे एकस्मिन् रूपम् एव तत्र तात् इति रूपद्वयम् अपि च हि इत्यस्य एकं रूपं, तर्हि त्रीणि रूपं त्रीणि अस्तु अस्तु भगिनि अस्तु अस्तु धन्यवादः भगिनि, करोतु भगिनि अत्र समापयतु अत्र प्रायः मध्यमपुरुष बहुवचनरूपं वदन्ति आसीत् अल्परूपम् अत्र वाविद्ध वाविद्धं वाविद्ध समानकार्यम् अहम् उक्तवती जशस्ततोः अनन्तरं जलां जश्चषि इति कृत्वा तत्र उभयत्र तत्र हलापित् प्रत्ययः, तर्हि सम्प्रसारणं कार्यं भवति वाविद् अनन्तरं जशस्ततोर्दोदः जलां जश्चषि इति कृत्वा वाविद्ध वाविद्धं वाविद्ध अस्तु भगिनि. अन्य कोऽपि आगतः वा अत्र ध्वनिः श्रुतः वा? नमस्ते महोदय मणि. आं नमस्कारः महोदय. नमस्कारः महोदय. अस्तु अस्तु महोदय. इदानीम् अत्र भगिनि भवती एव करोतु अत्र उत्तमपुरुषरूपाणि अपि. तर्हि तत्र वाव्यद् यानि आनि आव आम तत्र सर्वत्र अजादित् प्रत्ययः, तर्हि तत्र किमपि विशिष्ट अङ्गकार्यं नास्ति, केवलं वर्णमेलनं वाव्यधानि वाव्यधाव वाव्यधाम. अस्तु भगिनि. रामप्रिया भगिनी भवती करोति वा लङ्लकार? लङ्लकारः प्रथमम् अरागमः भवति लुङ् लुङ् शूष्वडुदातः इति सूत्रेण, अवाव्यद् योगः तकारः तु पित्प्रत्ययः पित् अस्ति, अलादिपित् अस्ति, हल्ङ्याभ्यो दीर्घाद्य पृक्तं हल् इति सूत्रेण तकारस्य लोपः भवति. अवाव्यद् इति इदानीं पदसंज्ञा प्राप्नोति. जलां जशोन्ते इति सूत्रेण अवाव्यद् इति दकारस्य स्थाने महाप्राणदकारस्य स्थाने अल्पप्राणदकारादेशः भवति. अनन्तरं वासाने इति सूत्रेण अवाव्यत् इति रूपद्वयं भवति. ईत् इति प्रत्ययः अवाव्यद्योगः ईत्, तत्र वर्णमेलनमेव अवाव्यदीत्. अनन्तरं द्विवचने ताम् अत्र रूपद्रयं किल भगिनि, अत्र रूपद्रयं भवति किल अवाव्यदीत् अवाव्यदीद् रूपद्वयम् अत्रापि अपित् क्षम्यतां ताम् इति द्विवचने तत्तु अपित् प्रत्ययः अस्ति, हलादि अपित् अवाव्यद् योगः ताम् अपित् इति कृत्वा सार्वधातुकम् अपि ङिति च इति सूत्रेण ङित्वत् भवति. अवाव्यद् योगः ताम् सम्प्रसारणधातुः अस्ति, अतः यदा वयं पूर्वं दृष्टवन्तः अवाविद् अवाविद् योगः ताम् जषस्ततोर्दोर्दः इति सूत्रेण अवाविद् योगः धाम् जलां जष् जषि इति सूत्रेण अवाविद्धाम् अवाविद्धाम् बहुवचने अवाव्यद् योगः उः तदपि प्रत्ययः अस्ति अत्रापि सम्प्रसारणकार्यं भवति अवाविद् योगः उः अवाविदुः इति वर्णमेलनम् अत्र अडागमस्य सूत्रम् एकवारं वदति वा भगिनि लुङ् लङ् लुङ् लङ् लुङ् षु वडुदातः अग्रे करोतु भगिनि अग्रिममपि मध्यमपुरुषे सकारः अवाव्यद् योगः स तद् पित् अस्ति अत्रापि हल्नेभ्यो दीर्घात् चितिस्य पृथं हल् इति सूत्रेण अपृक्तसंज्ञा अस्ति सकारः तस्य लोपः भवति अवाव्यद् इदानीं तत् पदसंज्ञा प्राप्नोति अवाव्यद् अत्र जलां जशोन्ते इति सूत्रेण अवाव्यद् तृतीय तवर्गादेशः अवावसाने इति सूत्रेण अवाव्यत् इति प्रथम आदेशः अनन्तरं दकारः पदान्ते अस्ति कृत्वा दश्च पिपि परे अतः दश्च इति सूत्रेण अवाव्यद् अवाव्य रु आदेशः भवति अवाव्यद् अवाव्यरु इति प्रथमं भवति अनन्तरं करवसानयोर्विसर्जनीयः इति सूत्रेण अवाव्यः अतः अवाव्यद् अवाव्यत् अवाव्यः इति त्रीणि रूपाणि अनन्तरं इहि इति एकवचनमेव मध्यमपुरुषे एकवचनम् ईहि अवाव्यद् योगः ईहि अवाव्यतीः इति रूपम् द्विवचने अवाव्यद् योगः तं तं तु अपित् प्रत्ययः अपित् इति कृत्वा ञित्वत् अनन्तरं गुण सम्प्रसारण कार्यं भवति सम्प्रसारणं कार्यं भूत्वा अवाविद् योगः तम् इदानीं दशस्ततोर्दोर्दः इति सूत्रेण अवाविद् योगः दम् जलां जष् जषि इति सूत्रेण अवाविद्धम् इति द्विवचने बहुवचने तु स इति अस्ति समानकार्य रूपम् अवाविद्ध अत्र पुनः धकारस्य आदेशः केन सूत्रेण भगिनि दश्च न न अत्र यदा अत्र इदानीं वा झल् प्रत्याहारस्य वर्णः अस्ति अनन्तरं पूर्वं झष् वर्णः अनन्तरं अन्ते नास्ति इति कृत्वा यदा अत्र तम् इत्यस्मिन् अत्र तकारः दकारः अभवत् किल केन सूत्रेण दशस्ततोर्दोतः अस्तु भगिनि अस्तु समीचीनं समीचीनम् अहं सम्यक्तया न श्रुतवान् अतः पृच्छामि मणिमहोदय वक्तुमिच्छति वा महोदय अस्ति वा महोदय वदामि वदामि अम् इति रूपं प्रथम एकवचने सारी एकवचने अम् अस्ति धातुः वाव्यद् अकारहमपि पूर्वम् आदेशः अवाव्यत् योः अम् अत्र किमपि कार्यं न भवति अतः मेलनमेव अवाव्यदम् इति रूपम् अनन्तरं द्विवचने वा अधः अत्र अपित् अधः फलादि अपित् अधः सम्प्रसारणं भवति वा विद् इति रूपम् अवाविद् अन्तिमरूपम्, अनन्तरं म अस्ति अत्रापि अवाविद्म इति रूपं भवति महोदय. विथिलिङ्ग् अपि करोतु महोदय. हलादि अपित् अतः सम्प्रसारणं भवति, अतः वाविद् वाविद्या वाविद्यातां वाविद्युः वाविद्युः वाविद्याः वाविद्यार्थं वाविद्यात् वाविद्यां वाविद्याव वाविद्याव याम इति रूपाणि भवन्ति महोदय. बहु समीचीनं महोदय. अस्तु इदानीम् अग्रे गमिष्यामः. अत्र वाव्यध् इति वयं कृतवन्तः. इदानीं वश् धातुः अस्ति. हेमा भगिनी भवती आरम्भं करोतु. आं महोदय. अत्र वावश् इति अङ्ग्लुक् धातुः अस्ति. इदानीं वावश् प्रथमपुरुषे वावश् योगः ति इति अस्ति. तिप्रत्ययः अस्ति, अपि च झलि अस्ति. अतः अत्र अत्र सम्प्रसारणं न भवति पित्वात्. अत्र शकारस्य परे तकारः अस्ति इति कृत्वा तत्र ष्टुत्वसन्धेः अवसरः प्राप्तिः अपि. अतः तकारः टकारः भूत्वा टि इति भवति. तदनन्तरं मेलनं भूत्वा वावष्टि इति रूपम् आयाति. इति इदानीम् अत्र पित् अस्ति परन्तु अजादि अस्ति. अत्र केवलं मेलनमेव भवति. वावशीति इति रूपम् आयाति. तदनन्तरं तः अस्ति. तः अपि समानकार्यं. सम्प्रसारणं अत्र न भवति यतोहि वष्टि अपि स्टिप् योजनेन अत्र सूत्रे आसीत् ग्रही ज्या वै तत्र वष्टि इति आसीत् इति कृत्वा अत्र सम्प्रसारणं न भवति. ष्टुत्वमेव भवति अत्रापि. तर्हि षकारस्य प्रभावेन तकारः टकारः जातः. वावश् योगः टः वावष्टः इति रूपं. तदनन्तरम् अति अस्ति. अति अजादि अपित् अस्ति. अत्रापि सम्प्रसारणकार्यं न भवति एव. अत्र केवलं मेलनं भवति. वावशति इति रूपम् आगच्छति. भगिनी अत्र एकः प्रश्नः सर्वेषां कृते. अत्र भवती उक्तवती प्रसारणं न भवति इति, परन्तु अत्र वष्टि अस्ति किल भगिनि. अत्र इकारः अस्ति अन्ति. अतः किमर्थम् अत्र न भवति? तत्र वयं गृहीज्या वै इति सूत्रे यत् दृष्टवन्तः. एकनिमिषं सूत्रं पुनः उद्घाटयामि. गृहीज्या वै व्यधि वष्टि विचति वृश्चति पृच्छति बृजतीनां नीति इति अस्ति. अत्र पञ्चधातवः ष्टिप् योजनेन वष्टि विचति वृश्चति पृच्छति बृजति इति पञ्चधातुः ष्टिप् योजयित्वा रूपाणि तत्र दत्तं. परन्तु प्रथम ग्रही वै व्यधि तु इक् ष्टिपौ. तर्हि इक् योजयित्वा तत्र इक् प्रत्ययः योजयित्वा तत्र रूपाणि सन्ति. अत्र पञ्चसु अत्र भगिनि अत्र वष्टि इति स्टिप् योजनेन वष्टि इति वा? न न न, अत्र तु ष्टुत्वं भूत्वा अत्र धातुः वश् अस्ति. वश् अस्ति. तर्हि वश् योगः अस्ति. अत्र ष्टुत्वात् तत्र वष्टि इति रूपम् आयाति. तदेव. अस्तु. अत्र स्टिप् अत्र स्टिप् इत्यनेन एव अत्र वष्टि इति लिखितमस्ति इति. अत्र किञ्चित् भ्रमः भवति किमर्थम् इत्युक्ते अत्र अन्ये सर्वे विचति वृच्छति पृच्छति बृच्छति इति अस्ति, परन्तु अत्र वष्टि इति एव अत्र ष्टुत्वं भूत्वा यथा भवती उक्तवती, ष्टुत्वं भूत्वा एव अत्र वष्टि इति भवति. परन्तु अत्र रूपं किञ्चित् इक् वा स्टिप् वा इति संशयः भवितुम् अर्हति. अतः एव मम प्रश्नः आसीत्. अस्तु, धन्यवादः भगिनि. विद्या भगिनी करोति वा? अस्तु पृच्छामि वावश्योगः सि वावश्योगः सि अत्र तु षडोः कः सि इति सूत्रेण तत्र षकारस्य स्थाने ककारादेशः सकारे परे तर्हि वावक् योगः सि तत्र ककारः ककारस्य ककारनिमित्तम् अस्ति इति कृत्वा सकारस्य षत्वम् आदेशप्रत्यययोः इत्यनेन प्रत्यय अवयवस्य षत्वं वावक् योगः षि अनन्तरं तत्र करी च इत्यनेन तत्र ककारस्य ककारादेशः वावक्षि अनन्तरं वावश् योगः ईषि तत्र किमपि कार्यं नास्ति अजादि पित् प्रत्ययः किमपि अङ्गकार्यं नास्ति केवलं वर्णमेलनं वावशीषि अनन्तरं वावश्योगः तं तत्र वावश्योगः तः क्षम्यतां मम पुरतः प्रत्ययः नास्ति अहम् अदृष्ट्वा वदामि अतः एव किञ्चित् समीचीनं वावश्योगः तः तत्र हलादि अपित् प्रत्ययः तत्र वावश् तत्र श्टुनाश्चुः इति सूत्रेण षकारस्य प्रभावेन तकारस्य स्थाने टकारः अनन्तरं तत्र करी च इति सूत्रेण तत्र टकारस्य तत्र टकारः खर्वर्णः इति कृत्वा षकारस्य षकारदेशः वावष्टः अनन्तरं वावश् तथा एव वावश्योगः तः वावश्योगः त तत्रापि पुनः महाप्राणतकारः क्षम्यतां वावश्योगः तः वावश्योगः तः पुनः वदामि महोदय क्षम्यतां वावश्योगः तः तत्र महाप्राणतकारः तत्र शृणाष्टुः इत्यनेन तकारस्य ठकारः महाप्राणठकारः अनन्तरं करी च इत्यनेन षकारस्य षकारः वावश् अनन्तरं वावश्योगः थ तत्रापि समानकार्यं वावष्ठ अस्तु भगिनि पुष्पा भगिनी सिद्धा अस्ति वा अस्ति अत्र वावश्मि इति सिद्धं वावश्मि वः तु अपि अस्ति वावश्वः वावश्मः अनन्तरं भगिनि किमपि न कृतम् अस्तु भगिनि करोतु करोतु करोतु अस्तु वावश् योगः तु अत्र चुनाष्टुः इत्यनेन वावष्टुः अत्र वावश् टकारस्य टकारः आयाति वावश् योगः तु वावष्टु ई तु वावशी तु अपित् अस्ति अजादिपित् अस्ति इत्यनेन तातङ्ग् बहु सम्यक् न जानामि वदामि तत्तु वावश् योगः तात् तात् तकारः वावश्योगः तत्तु ऐ डोण्ट् थिङ्क् सम्प्रसारण नास्ति वावश्टिप् इति वदनेन Um, um, कोऽपि न परिवर्तनं न करोति. वावश् योगः तात् वावश् तात् तात् शकारस्य प्रभावेन इत्यनेन शकारः आयाति. वावश् तात् इदानीं तत् सम्यक् तथैव न तत्पर्यन्तं समीचीनमेव. इदानीम् अग्रे कार्यम् अस्ति किल भगिनि, यदा भवती पृष्टवती प्रथमं तु तकारः अस्ति अन्ते. तकारः किं भवति पदस्य अन्ते तकारः तकारः आयाति केन सूत्रेण जलां जशन्ते जलां जशन्ते तत्तु दकारः आयाति. तत्तु वावश्ताद् समीचीनम्. इदानीम् अन्यदपि अस्ति वा कार्यम् इदानीम् इदानीं पदान्ते दकारः वावस्थाने कश्चित् कोऽपि अस्ति मम न सम्यक् न जानामि. अवसाने किं भवति जल् वर्णस्य अवसानावस्थायां जल् वर्णः किं भवति? जल् वर्णः अस्ति चेत् शकारस्य न अत्र दकारः अत्र चर् भवति किल भगिनि? सम्यक् न जानामि. चर् भवति इत्युक्ते प्रथमसदस्यः प्रथमसदस्यः भवति अतः वावष्टात् भवति. वावष्टात् वावश् प्रथमम् अत्र अत्र प्रथमम् अत्र वावश् योगः तात् अत्र वावष्टात् इति उक्तवती प्रथमम्. अत्र तकारः पदान्ते अस्ति भूत्वा झलां जशोन्ते इत्यनेन तकारः दकारः भवति वावष्टाद्. इदानीं दकारः पदान्ते अवसानवस्थायाम् अस्ति इति भूत्वा किं भवति अत्र दकारः तकारः भवति चरादेशः भवति विकल्पेन अतः वावष्टात् तथैव द्वे समय उच्छामः तां तु करोमि पूरयतु. वावष्टात् तत् तां वावष्टां वावशतु इति वावशतु. अस्तु भगिनि बहु समीचीनं. रामप्रिया भगिनी करोतु. आम् लोट्लकारे मध्यमपुरुषः इदानीं हि इति प्रत्ययः वावश्योगः हि अपित् प्रत्ययः पूजल्भ्यो हेर्दिः इति सूत्रेण वावश्योगः दि हि स्थाने दि आदेशः भवति. अनन्तरं शकारः मूर्धन्यशकारस्य प्रभावेण ष्टुनाष्टुः इति सूत्रेण दि स्थाने दि टवर्गस्य चतुर्थवर्णः आदेशः भवति. वावश् योगः टि जलां जश्चषि इति सूत्रेण शकारस्य स्थाने डकारादेशः भवति वावड्डि इति रूपं. वावश् योगः तात् तात् इति तातं अतः तत्र वावश् तत्र तकार ष्टुनाष्टुः इति सूत्रेण वावश् योगः टात् वर्णमेलनेन वावष्टात् इति वावष्टात्. जलां जशोन्ते इति सूत्रेण वावष्टाद् वावसाने इति सूत्रेण वावष्टात् इति रूपद्वयम्. अनन्तरं वावश् योगः तम् अत्र वावश् तम् अपि अपित् अस्ति समानकार्यं वावष्टं त अपि अपित् अस्ति तत्रापि समानकार्यं वावष्ट. अग्रिममपि करोतु भगिनि. आम्, उत्तमपुरुषे वावश् योगः आनी आनी अत्र आडुत्तमस्य आडुत्तमस्य पिच इति सूत्रेण पित्त्वम् आरोपितमस्ति. पित्त्वं पित् अस्ति, पितः अस्ति. वावश् योगः आनी वर्णमेलनमेव वावशानि. अत्र नकारस्य णत्वं भवति अट्कुप् वाङ्नुं व्यवायेपि इति सूत्रेण. अनन्तरं वावशाव वावशाम. अस्तु भगिनि, मणि महोदय लङ्लकारं करोतु. महोदय, अत्र लोट्लकारे पदमस्ति वा महोदय? पदान्ते इति उक्तवती, पदमस्ति वा लङ्लकारे अपि एव? कुत्र कुत्र लोट्लकारे? लोट्लकारे कात्, अत्र वावष्टात् अत्र तकारः, अत्र इदानीं तु पदमस्ति किल भगिनि महोदय? सुप्तिङ्गन् सुप्तिङ्गन्तं पदम् इति भूत्वा अत्र वावष्टात् इति पदमस्ति. अतः तकारः पदान्ते अस्ति भूत्वा झलां जशान्ते. धन्यवादः महोदय, अहं न जानामि. सुप्तिङ्गन्तं पदमिति सुप्तिङ्गन्तं पदमिति एकं सूत्रमस्ति किल महोदय? आम् महोदय, अहं लङ्लकारे एव भवति इति चिन्तयामि, लोट्लकारे न भवति. न न, सर्वत्र भवति, अत्र तिङन्तपदमस्ति किल, अतः. अस्तु महोदय, धन्यवादः महोदय. लङ्लकारे वावश्योः इत् अत्र स्तुत्वं भवति, अथवा तकारस्य टकारस्य वावष्ट इति रूपम् अवन् इदानीं तु इदानीं लङ्लकारः किल महोदय? लङ्लकारे किं भवति अत्र? अन्यत् कार्यम् अस्ति किल? कार्यमस्ति, आकारः अपि लङ् लङ्सु अडुतः इति सूत्रेण आकारः भवति भवति पूर्वतः. अनन्तरं हल्योति इति हल्यापि अहो दीर्घात् श्रुतिश पृक्तं हल् इत्यनेन प्रकारमपि लोपः भवति. अवावश् इति रूपं भवति महोदय. पदम् अस्ति जलां दशन्ते इति सूत्रेण अवावड् इति रूपं भवति. वावशाने इति इत्यनेन वावट् अवावट् अपि इति रूपं भवति महोदय. विविधं भवति अत्र अवावश् अयोः ईत् अवावशीत् इति रूपं द्विवचने अवावश् पूर्णं करोतु महोदय, पूर्णं करोतु, तदपि पूर्णं करोतु. इदानीम् अवावशीत् अस्ति, इदानीं तकारः पदान्ते अस्ति भूत्वा जलं जशन्ति इति अत्रापि कार्यं भवति. अवावशीत् अवावशीद् इति रूपम्. अनन्तरं वावशान इति सूत्रेण अवावशीत् अपि द्विरूपम् अत्रापि अवावशीत् अवावशीत्. अनन्तरं द्विवचने अवावश् यः ताम् अत्रापि स्नाचिः कार्यं करोति, अवावश् टाम् इति रूपं भवति. बहुवचने उः अजाद्यापित् अत्रापि अवावश्युः इति भवति महोदय. पुनः वदतु महोदय रूपं किम्? अवावश्युः. समीचीनं समीचीनं महोदय, समीचीनम्. अस्तु महोदय, हेमा भगिनी करोति वा? आं महोदय, इदानीं मध्यमपुरुषे अवावश् योगः सकारः, लुङ् लङ् लृङ्षु अडुदातः इति कारणेन पूर्वमकारः आगतः. अवावश् योगः सकारः, सकारः अपृक्तवर्णः अस्ति, हल्ङ्याभ्योस्तुतिस्य पृक्तं हल् इति कारणेन सल्लोपः भवति. इदानीम् अवावश् इति पदसंज्ञा अस्ति, पदसंज्ञां प्राप्नोति. अतः झलां झषोन्ते इति कारणेन मूर्धन्यषकारस्य स्थाने जषादेशः भवति, डकारः आगच्छति, अवावड् इति. अवावड् इदानीं चरादेशः भवति वावसाने इति सूत्रेण, अतः अवावट् इति विकल्पेन अन्यत् रूपमस्ति. तदनन्तरम् अत्र ईहि इति अस्ति. ईहि तु अत्र किमपि कार्यं नास्ति, केवलं मेलनं भवति, अतः अवावशीहि इति तृतीयं रूपं. तदनन्तरं द्विवचने तम् अस्ति. तम् अत्र अवावश् योगः तम् अत्र षत्वस्य प्रभावेन अत्र ष्टुत्वं भवति, सकारस्य टकारः, अतः अवावष्टाम् न अवावष्टं क्षम्यतां तम् अस्ति अवावष्टं. समानकार्याणि अवावष्ट इत्यपि भवति. अस्तु भगिनि, इदानीं भवती एव करोतु तदपि. अस्तु महोदय, अत्र अम् व म इति अस्ति उत्तमपुरुषे. अवावश् योगः अम् अस्ति, अत्र केवलं मेलनमेव भवति, अवावशम् इति आगच्छति. तदनन्तरं वकारः अस्ति. वकारः अत्रापि किमपि कार्यं नास्ति, अवावश्व इति इत्युक्ते अत्र अवावश्व आम् अवावश्व इत्येव भवति, तथैव अवावश्म इति. अस्तु भगिनि, विद्या भगिनि विधिलिङ्ग् अत्र प्रायः अवावश् योगः तत्र हलादि अपित् प्रत्ययः, अत्र किमपि कार्यं सम्प्रसारणं न भवति, तर्हि तत्र केवलं वर्णमेलनं वावश्यात् वावश्यातां वावश्युः वावश्याः वावश्यातं वावश्यात वावश्यां वावश्याव वावश्याम. अत्र एकवचने रूपद्वयं द्वयं भवति खलु भगिनि? वावश्यात् वावश्यात् वावश्यात् इति अस्ति, तत्र जलां जशोन्ते इत्यनेन वावश्याद्, अनन्तरं वावसाने इति कृत्वा रूपविकल्पेन वावश्यात् अथवा वावश्याद् रूपद्वयम्. अत्र युः अपि अपित् अस्ति वा भगिनि? तृतीयमस्ति किल अत्र प्रथमपुरुष बहुवचन सिद्धतिङ् प्रत्ययः युः अस्ति, तदपि अपित् अस्ति वा? सर्वत्र यासुट् आगमः भवति, तर्हि तत्र नित् नित् नित्वत् अस्ति. नित्वत् भवति सर्वत्र, नित्वत् एव सर्वत्र, नित्वत् सर्वत्र, नित् एव न तु नित्वत् किल सर्वत्र. अस्तु अस्तु अस्तु भगिनि, इदानीम् अत्र तृतीयम् आरम्भं करोतु भगिनि. अनन्तरमस्ति अत्र व्यच् वाव्यच् आरम्भं करोतु भगिनि. वाव्यच् वाव्यच् इति अस्ति, एतदपि अयमपि सम्प्रसारिणी धातुः, परन्तु तत्र सम्प्रसारणविधायकसूत्रं तत्र गृहीच्या वै व्यधि वष्टि विचति इत्यस्ति, तत्र स्थिप्रत्ययं योजयित्वा तत्र धातुनिर्देशः अभवत् इति कृत्वा तत्र सम्प्रसारणकार्यं न भवति. तर्हि वाव्यच् योगः ति तत्र चकारः तत्र चोः कुः इति सूत्रेण तत्र चकारस्य स्थाने ककारः भवति, जलीपरे तकारः जल्वर्णः, तर्हि वाव्यक् योगः ति. अनन्तरं करी च इति सूत्रेण तत्र ककारस्य ककारादेशः वाव्यक्ति. अनन्तरं वाव्यच् योगः इति तत्र किमपि अङ्गकार्यं नास्ति, इक्वर्णः किमपि नास्ति, तर्हि वाव्यचीति वाव्यचीति. अनन्तरं वाव्यच् योगः तः अत्र अत्र सम्प्रसारणकार्यं किमपि नास्ति, वाव्यच् योगः तः तत्र चकारस्य चोः कुः इत्यनेन ककारादेशः वाव्यक् योगः तः, पुनः करी च इत्यनेन ककारस्य ककारादेशः वाव्यक्तः. अनन्तरं वाव्यच् योगः अति अत्र अजादि अपित् प्रत्ययः वाव्यच्छति वाव्यच्छति केवलं वर्णमेलनम्. अस्तु भगिनि, अत्र क्रमः विस्मृतवान् वा अहं प्रायः तथा कृतवान्, इदानीं सम्यक् करिष्यामि. रामप्रिया भगिनी करोतु भगिनि. क्रमः सम्यक् एव आसीत् महोदय. पुष्पा भगिनी पुष्पा भगिनी न कृतवती इदानीं किल? आम् अस्तु, पुष्पा भगिनी करोतु भगिनि. क्षम्यतां रामप्रिया भगिनी. पुष्पा भगिनी अस्ति वा? योगः अत्र व्याव्यक् योगः सि चोः कुः इत्यनेन व्याव्यक् योगः सि वाव्यक् सि न षकारः ककारस्य ककार प्रभावेन षकारः आयाति. तत्तु व्याव्यक् योगः षि ककारः तु व्याव्यक् षि आयाति न? तत्तु समीचीनं, रूपं समीचीनमेव भगिनि, रूपं समीचीनमेव, परन्तु अत्र सूत्रं किम् इति किञ्चित् वदतु भगिनि. अभ्यासः तदेव अस्ति किल? षकारः तु आदेशप्रत्ययोः इत्यनेन षकारः न. निमित्तं किम् अस्ति अत्र? ओ आदेशप्रत्यय इदानीं आदेशप्रत्ययोः इत्यनेन षकारः. पूर्वं कः वर्णः अस्ति पूर्वे? पूर्वे ककारः. पूर्वं कः वर्णः? कः वर्णः अस्ति इदानीम् अत्र? वाव्यच् किम् अभवत् इदानीं? वाव्यच् योगः सि अत्र आयाति. वाव्यक् योगः सि इदानीं पूर्वं ककारः अस्ति किल? ककारप्रभावेन, ककारस्य प्रभावेन न, ककारः निमित्तमस्ति इदानीम्. इन्को वर्णः अस्ति किल? इन्को वर्णः अस्तु. तत् आदेशप्रत्ययोः इत्यनेन षकारः आयाति. व्याव्यक्षि इति ककारस्य मूर्धन्यककारः आयाति न? मूर्धन्यककारः तु नास्ति किल भगिनि अत्र? ककारः तु कञ्च कण्ठवर्णः अस्ति, अतः ककारः ककारः एव तिष्ठति, परन्तु ककारः अनन्तरं सकारः, अतः सकारः षकारः भवति प्रथमम् आदेशप्रत्यययोः इत्यनेन. इदानीं वाव्यक् योगः षि, इदानीं किं भवति अत्र? इदानीं षकारः खर्वर्णः अस्ति, पूर्वं ककारः झल्वर्णः अस्ति, अतः खरिच इत्यनेन चरादेशः, ककारः ककारः एव तिष्ठति. वावक्षि वाव्यक्षि वाव्यक्षि. तत् ईषि व्याव्यक् न व्याव्यच् ईषि व्याव्यचीषि. पुनः पुनः वदतु भगिनि धातुः. वाव्यचीषि वाव्यचीषि तत् एकनिमिषम्. तत्तु स्तः व्याव्यच् योगः स्तः अपित् अस्ति. स्तः तु वाव्यच् वाव्यच् तु ककारः ककार न तः तु सः आयाति न? न न न न व्यावक् सः ककारः इति अस्ति चकार. केन सूत्रेण? चोहकुः. चोहकुः व्याव्यक् योगः स्तः व्याव्यक् स्तः सकारः. अत्र निमित्तं किं भगिनी एकवारं वदति वा? वाव्यच् योगः तः अत्र चकारः ककारः अत्र निमित्तं किम्? चतुः कु पदान्ते अस्ति न इदानीं तु चकारः पदान्ते नास्ति किल भगिनि? चकारः पदान्ते अस्ति भाव्यच् भाव्यच् अस्ति, धातोः अन्ते अस्ति, न तु पदान्ते. व्यावक्तः तत्तु समीचीनमेव, रूपं समीचीनमस्ति, परन्तु अत्र चोहोकुः इत्यस्य निमित्तं किम् इति अत्र तकारस्य प्रभावेन न तकारः कस्मिन् प्रत्याहारे अस्ति? अयं सूत्रस्य अस्य सूत्रस्य कृते जलां जष्टसि, जलां जष्टसि, तत्तु सूत्रमस्ति, तत्तु सूत्रमस्ति खलु भगिनि. चोहकुः अत्र अत्र निमित्तमस्ति झलि पदान्ते. इदानीं तु झल् वर्णः अस्ति, झल् वर्णः अस्ति किल, तकारः झल् वर्णः अस्ति अतः अस्तु. तत्तु तथैव व्यक्तः. इदानीम् अति किं कृतवती भगिनि? इदानीं प्रायः भवती सि ईशि कृतवती, थः कृतवती, था कृतवती. अस्तु भगिनि, धन्यवादः. रामप्रिया भगिनी करोति वा? आम्, इदानीम् उत्तमपुरुषे मि इति हलादिपित् प्रत्ययः अस्ति, तत्तु जलि नास्ति, अतः तत्र वर्णमेलनम् अपि किमपि अन्यकार्यं नास्ति, वर्णमेलनमेव. भाव्यच्मि इति भाव्यच् ईमि इति रूपद्वयम्. अनन्तरं वः मह तु अपित् अस्ति, परन्तु एतत्तु स्थिपां निर्दिष्टधातुः अस्ति, अतः यङ्लुकि सम्प्रसारणकार्यं न भवति, अतः अत्रापि वर्णमेलनमेव. वाव्यच्वः वाव्यच्मः. अग्रिममपि करोतु भगिनि. लोट्लकारे लोट्लकारः इदानीं वाव्यच् योगः तु, तु तु पित् अस्ति, गुणकार्यं प्रसक्तिः अस्ति चेदपि किमपि निमित्तं नास्ति, अतः तस्य कार्यं नास्ति अत्र. चोहोकुः इति सूत्रेण चकारस्य स्थाने कवर्गादेशः, जलीपरे वाव्यक् योगः तु. इदानीं करी च वा ककारः एव तिष्ठति, वाव्यक्तु इति प्रथमपुरुष एकवचनं. अनन्तरम् ईतु, तत्र वर्णमेलनमेव. वाव्यचीतु, तात् इति तातङ्ग् अस्ति, ङित् अस्ति, तत्र सम्प्रसारणकार्यं नास्ति. चोहोकुः इति सूत्रेण कवर्गादेशः वाव्यक्तात्, वाव्यक्तात् जलां जशोन्ते इति सूत्रेण वाव्यक्ताद् वावसाने इति सूत्रेण वाव्यक्तात्. समानकार्यं परन्तु एकमेव रूपं, वाव्यक्ताम् इति द्विवचने. बहुवचने तु वाव्यच् योगः अतु, अत्र केवलं वर्णमेलनं वाव्यचतु. हेमा भगिनी करोति वा? अस्मि, अन्म्यूट् न अभवत् तदर्थं किञ्चित्. इदानीं मध्यमपुरुषे हि इति अस्ति, वाव्यच् योगः हि. इदानीं हुझल्भ्यो हेर्दिः इति कारणेन हि स्थाने धि आदेशः, अतः वाव्यच् योगः धि इति आगच्छति. इदानीं सामान्यकार्यं चोहोकुः झलि परे अस्ति इति कृत्वा अत्र चकारस्य ककारादेशः, वाव्यक् योगः धि. तदनन्तरं झश्वर्णः परे अस्ति, अतः जलस्थाने जशादेशः भवति, अतः ककारस्य गकारः भूत्वा वा व्यग्धि इति रूपम् आयाति. तदनन्तरं तात् अस्ति, तात् यथा भगिन्या उक्तं तत्र वाव्यच्योगः तात् प्रथमं तु चोः कुः कार्यं करोति, तकारः झलि अस्ति इति कृत्वा वाव्यक् योगः तात्, तर्हि वाव्यक्तात् इति. तकारः पदान्ते यत् अस्ति तत् तस्य झलां जश्यन्ते इति कारणेन तकारः भवति वाव्यक्ताद् इति. इदानीं वावसाने कारणेन पुनः चरादेशः भूत्वा वाव्यक्तात् इति रूपम् आगच्छति. तदनन्तरं तम् अस्ति, पुनः चोः कुः कारणेन चकारस्य ककारादेशः, अपि च खरि च कारणेन ककारः ककारः एव तिष्ठति, यत् अहं प्रथमं वक्तुं विस्मृतवती. अत्र वाव्यक्योगः तं वाव्यक्तम् इति भवति. तदनन्तरं तथैव समानकार्याणि वाव्यक्त इति रूपम् अस्तु. मणिमहोदय करोति वा? महोदय, वाव्यच् योः आणि अत्र पित्वमस्ति, अजाति पित्वं मेलनमेव. वाव्यच्छानि द्विवचने अपि वाव्यच्छाव बहुवचने वाव्यच्छाम इति रूपं भवति महोदय. लङ्लकारप्रथम पुरुषरूपाणि अपि करोति महोदय. लङ्लकारे प्रथमश वाव्यच् योः क अत्र अकारः पूर्वम् आगच्छति, अवाव्यच् योः क हल्यादौ दीर्घं हलिति सूत्रेण तकारः लोपो भवति, अवाव्यच् इति रूपम् अत्र कस्यचिदपि अस्ति इदानीं सम्यक् न अवाव्यच् तत्र पदान्ते अस्ति जलां दशन्ते इति सूचना वज् इति रूपं भवति महोदय. चिन्तयतु चिन्तयतु चिन्तयतु अत्र इदानीं अवाव्यच् योगः त इदानीं किम् अभवत् प्रथमम्? अल्याभ्यौदीर्घात् इति सूत्रेण तकारः लोपं भवति, अवाव्यच् अत्र चोः कार्यं करोति वा अथवा जलार्दशन्ते किं करोति अत्र कार्यं? जलार्दशन्ते कार्यं करोति इति अहं चिन्तयामि. तदेन अनेनैव उक्तवान् अत्र चोः कुः इति कार्यं करोति महोदय. ओके धन्यवादः. चोः कुः कार्यं करोति चेत् अवा वक् इति रूपं भवति, अनन्तरं जलं सन्ति अवा वग् पुनः पुनः रूपं सम्यक्तया उच्चारयतु महोदय. अवाव्यच् इति किल महोदय, अत्र वकारे यकारः अस्ति वा नास्ति वा? अवाव्यच् अवाव्यच् इति रूपम् अत्र चोः इति सूत्रेण अवाव्यक् इति रूपं भवति, जलां दशन्ते इति सूत्रेण अवाव्यग् वावशन इति सूत्रेण अवाव्यक् इति रूपं भवति महोदय. अनन्तरम् ईक् अवाव्यच् योः ईक् अवाव्यचीत् इति रूपम्, अनन्तरं ताम् इति द्विवचने अवाव्यच् योः ताम् अत्रापि चोः कुरु कार्यं करोति, अवाव्यक् ताम् इति बहुवचने उहु अत्र मेलने वा अजादि अपि अवाव्यच्युः इति रूपं भवति महोदय. समीचीनं महोदय. विद्याभगिनी अग्रिमं करोति वा? महोदय, मम एकः प्रश्नः अस्ति. यत्र विधिर्लिङ्गकारे यासुट् आगमः नित् अस्ति इति वा नित् साक्षात् नित् अस्ति, नित्वत् नास्ति इति वदामः तत्तु समीचीनमेव, परन्तु यत्र यत्र अपित् अस्ति तत्र सार्वधातुकम् अपित् इत्यनेन निद्वत् इति अपि भवति किल. तत्र यद्यपि अत्र नित् अस्ति तथापि तत्र अपित् एव. परन्तु अत्र अपित्वात् नित्वत् नास्ति किल भगिनि? अत्र नित् साक्षात् नित् एव अस्ति. साक्षात् नित् परन्तु तत्र पित्वम् अपि नास्ति इति कृत्वा अपित् अपि वक्तुं शक्नुमः किल? साक्षात् तत् सूत्रमस्ति. किं किं नित् अस्ति इति कृत्वा निति च इति सूत्रेण साक्षात् वदामः किमर्थं तत्र साक्षात् तद् निति च इति सूत्रेण गुणनिषेधः तत्तु समीचीनं, परन्तु अहं किं वक्तुमिच्छामि इत्युक्ते सार्वधातुकम् अपित् यः प्रत्ययः अपित् अस्ति तत्र यद्यपि अत्र यत्र यत्र सार्वधातुकप्रत्ययः अस्ति तत्र पित्वं नास्ति चेत् तत्र अपित् तर्हि निद्वत् इति अपि वक्तुं शक्नुमः. यद्यपि तत्र साक्षात् नित्वम् अस्ति तथापि निद्वत् इति वक्तुं शक्नुमः. किमर्थम् इत्युक्ते सार्वधातुकम् अपित् इति अस्ति. अपित् तु अस्ति परन्तु तत्र नित्वत् नास्ति यतोहि नित् इति साक्षात् अस्ति इति. हा, नित् इति अस्ति परन्तु सार्वधातुकप्रत्ययः अस्ति अपित्व अस्ति चेत् तत्र नित्वम् इत्यपि आरोपितम् इति अपि वक्तुं शक्नुमः. किमर्थम् वयं सर्वत्र नास्ति किल भगिनि? अत्र आरोपणस्य आरोपणं किं करिष्यामः? अत्र साक्षात् अस्ति भूत्वा नित् अस्ति. साक्षात् नित् अस्ति परन्तु निद्वत् इति वदामः चेत् अपि तत्र दोषः नास्ति इति अहं चिन्तयामि. किमर्थम् इत्युक्ते वयं सर्वत्र प्रक्रियायां सर्वत्र हलादिपित् हलादि अपित् इति एव वयं सर्वत्र वदामः. यत्र सातङ्गस्ति यत्र तातङ्गस्ति अत्र महोदय बहुवारं यदा वयं पूर्वं कृतवन्तः तत्र समीकृतवान् सर्वं यथा वयं वदामः अत्र तातङ्ग् इति नित् अस्ति इति समीकृतवान् यदा अहं छात्राः यदा वदन्ति तस्मिन् समये सः समीकृतवान् अपित् अस्ति परन्तु अत्र साक्षात् नित् भूत्वा अत्र नित् आरोपणस्य आवश्यकता एव नास्ति. तदेव तदेव अत्र परन्तु यद्भवती उक्तवती अपित् अस्ति समीचीनमेव परन्तु अत्र नित् इति साक्षात् अस्ति भूत्वा अत्र निति च इत्यनेन गुणनिषेधः न तु अपित्वात् नित्वत् भूत्वा निति च इत्यनेन गुणनिषेधः. अत्र क्रमः कः इति तदेव अस्ति अत्र. अस्तु अस्तु अस्तु, धन्यवादः महोदय. अत्र अत्र वाव्यच् वाव्यच् अवाव्यच् अडागमः अवाव्यच् योगः स इति प्रत्ययः तत्र हल्याभ्यो दीर्घात् सुतिस्य पृक्तं हल् इत्यनेन स इति पित् प्रत्ययः इत्यस्य लोपः तर्हि अवाव्यच् इति पदं जातं सुप्तिङन्तं पदं. तर्हि पदान्ते चोः कुः इति सूत्रेण चकारस्य ककारः अवाव्यक्. अनन्तरं तत्र जलां जशोन्ते इति सूत्रेण पदान्ते अवाव्यग् जष्त्वं कृत्वा अनन्तरं तत्र वा अवसाने इत्यनेन चर्त्वम् अवाव्यक् अथवा अवाव्यग्. अनन्तरम् अवाव्यच् योगः ईः अत्र किमपि कार्यं नास्ति, केवलं वर्णमेलनम् अवाव्यचीः. अवाव्यच् योगः तं हलादि अपित् प्रत्ययः तत्र चोः कुः इति सूत्रेण जलीपरे अवाव्यक् योगः तम्. अनन्तरं करी चैतन्येन ककारस्य ककारादेशः अवाव्यक्तम्. अत्र यत्र यत्र अपित् प्रत्ययः अस्ति तत्र सम्प्रसारणम् अथवा कित्नित् प्रत्ययः अस्ति तत्र सम्प्रसारणं नास्ति अत्र, यथा वयं पूर्वम् उक्तवन्तः. पुनः अवाव्यच् योगः त पुनः तत्र चोः कुः इत्यनेन चकारस्य ककारादेशः करी च इत्यनेन तत्र पुनः चर्त्वम् अवाव्यक्त अनन्तरम् अस्तु भगिनि प्रायः पुष्पा भगिनी करोति किञ्चित् तस्याः अपि अभ्यासः भवेत् किञ्चित् पुष्पा भगिनी करोति वा अस्ति वा भगिनि प्रायः वावृच् योगः न इदानीं लङ्लकारस्य उत्तमपुरुषरूपाणि अवावृच् योगः सकारस्य लोपः न न न उत्तमपुरुषरूपाणि भगिनि उत्तमपुरुषरूपम् तत्तु आनी अस्ति न उत्तम लङ्लकारस्य भगिनि लोट् न लङ् लङ् लङ्लकारः किमस्ति तत्र अम् वहमः तत्तु वाव्रच् न वाव्रच् अवाव्यच् अवाव्यच् वाव्यच् नायाति अस्यापि इदानीं वाव्यच् योगः मे तत्तु न न मी नास्ति भगिनि इदानीं तु लङ्लकारः भगिनि अवाव्यच् अवाव्यच् योगः अम् अवाव्यच्छम् इति अस्ति अपि ऐ मीन् अजादि अपि अस्ति अजादि पित् अस्ति किल भगिनि पित् तत् वकारः तु वः कोऽपि सम्प्रसारण कार्यं न करोति अवाव्यच् वः अवाव्यच् मः अत्र विसर्गः नास्ति भगिनि सिद्धतिं प्रत्यये मध्यमपुरुष अत्र पुनः वदतु भगिनि रूपाणि एकवारं विधिलिङ्ग् रूपाणि अपि करोतु भगिनि तत्तु यकारस्य कोऽपि परिवर्तनं सम्प्रसारणपरिवर्तनं न करोति नास्ति तत्रैव व्यच्याताम् व्यच्युः व्यच्या नास्ति नास्ति इत्येन तत्र कुत्र अस्ति अस्तु यातां युः वाव्यच्याः वाव्यच्यातं व्याव्यच्यात व्याव्यच्याम वाव्यच्याव वाव्यच्याम अत्र उत्तमपुरुष एकवचनरूपं पुनः वदतु भगिनि वाव्यच्यात् उत्तमपुरुष एकवचनरूपं उत्तमपुरुष वाव्यच्याम् अत्र अकारः नास्ति किल अन्ते वाव्यच्याम् एव अस्तु भगिनि अस्तु इदानीमत्र लट् अपि कृतवन्तः वयं वर्गे किल व्रश्च इत्यस्य रामप्रिया भगिनी आरम्भं करोति वा अत्र. आम्, व्रश्च इति धातुः यं लुक्ति वा व्रश्च इति भवति. एतदपि ग्रहीज्या वहि तत्र पृच्छति इति वष्टि विच्छति विच्छति पृच्छति वृजतीनां तत्र पृच्छति इति अस्ति. परन्तु यदा ष्टिपां निर्दिष्टः अस्ति तत्रापि सम्प्रसारणकारणे कार्यं यङ्लुकि न भवति. एतद् धातुः प्रथमं वाव्रच् योगति इति लट्लकारे प्रथमपुरुष एकवचनं पित् अस्ति. तत्र एव वयं कृतवन्तः. वाव्रच् इति धातोः प्रथमं स्कोः संयोगाद्योरन्ते च इति सूत्रेण पूर्वं सकारः अस्ति तस्य लोपः भवति. अनन्तरं व्रश्च व्रश्च सृज मज चषां शः इति सूत्रेण चकारस्य स्थाने शकारादेशः वाव्रश् योगहति. इदानीं शकारस्य मूर्धन्यशकारस्य प्रभावेण ष्टुनाष्टुः इति सूत्रेण वाव्रश् योगहति वाव्रष्टि इति प्रथमपुरुष एकवचनं. द्विवचने वाव्रच् योगः इति तदपि अजादि अस्ति पित् अस्ति वर्णमेलनम् एव वाव्रचीति एकरूपमेव. अनन्तरं वाव्रच् योगः तः तद् अपित् अस्ति सार्वधातुकमपि निति च इति सूत्रेण नित्वद् भवति. कोः संयोगाद्योरन्ते च इति सूत्रेण सकारलोपः भूत्वा वाव्रच् योगः तः. यदा पूर्वम् उक्तवन्तः सम्प्रसारणकार्यं न भवति व्रश्च व्रश्च सृजमज च इति सूत्रेण चषांशः चकारस्य स्थाने शकारादेशः वाव्रश् योगः तः. ष्टुनाष्टुः इति सूत्रेण तकारस्य स्थाने टकारादेशः वाव्रष्टः. बहुवचने वाव्रश् योगः अति तदपि अपित् अस्ति वर्णमेलनमेव वाव्रशति अत्र रूपं किं भगिनि? वाव्रष्टति चकार अकारयोः च इति भवति किल. अत्र स्कोः संयोगाद्योरन्ते च इति कार्यं न करोति वा भगिनि? तत्र न करोति, जलि परे नास्ति इति. तदेव अत्र झलि अथवा पदान्ते, अत्र झलि नास्ति, पदान्ते अपि नास्ति. अस्तु भगिनि, हेमा भगिनी करोति वा? महोदय, अत्र ह्यः ह्यस्तनवर्गे किञ्चित् चर्चा अभवत् किल, तदपि वक्तुमिच्छति वा भगिनि? वक्तुमिच्छति वा? अहं वदामि, परन्तु समीचीनमस्ति वा इति न वा इति द्रष्टव्यम्. अहं प्रयत्नं करिष्यामि. महोदयः अत्र किं कृतवान् इत्युक्ते करपत्रे किञ्चित् योजितवान्. किं करिष्यामः, एकवारं करिष्यामः एतत् कृत्वा अत्र करपत्रं गत्वा पठेम एकवारम्. अस्तु, तर्हि इदानीं मध्यमपुरुषे अस्ति वाव्रश्च योगः सि इति स्थितिः. अत्रापि कोः संयोगाद्योरन्ते च इति झलि परे अस्ति इति कृत्वा शकारः यत् पूर्वं सकारः आसीत् इति कृत्वा तत्र लोपः भवति वाव्रच् योगः सि इति. इदानीं व्रच् विशिष्टधातु अस्ति, परिगणितधातु अस्ति इति कृत्वा व्रश्च व्रश्च मृजयज राजचषाम् इति सूत्रेण अत्र शकारादेशः भवति. अतः अत्र अभाव्रश् योगः सि इति स्थितिः. इदानीं षडोः कः सि इति कारणेन शकारस्य ककारादेशः भवति, कयोगः सि इति स्थितिः, पुनः खरि च कारणेन ककारः ककारः एव तिष्ठति, तर्हि तदनन्तरं तस्य प्राक् आदेशप्रत्ययोः इत्यनेन तत्र सकारस्य षत्वं भूत्वा षि इति भवति, अतः वावृक्षि इति रूपम् आयाति। तदनन्तरम् ईषि इति स्थितिः, ईषि अत्र तु अजादि अस्ति इति कृत्वा तत्र किमपि कार्यं नास्ति, केवलं मेलनं भवति, अतः वावृश्चीषि इत्येव भवति। तदनन्तरं तः अस्ति, तः अत्रापि सकारस्य लोपः भवति, वावृच् योगः थः इति। तदनन्तरं चकारस्य मूर्धन्यशकारः भवति व्रश्च व्रश्च अनेन सूत्रेण, तर्हि वावृश् योगः थः इति। इदानीं शकारस्य प्रभावेन श्रुत्वं भूत्वा थकारस्य ठकारः जातः, वावृश् योगः ठकारः वावृष्ठः इति। समानकार्याणि वावृष्ठ इति बहुवचने अपि। अस्तु भगिनि, इदानीं मणिमहोदय अत्र उत्तमपुरुषरूपाणि करोति वा? उत्तमपुरुषे वावृच् योगः वि अत्र पित्वम् अस्ति, वावृच् अत्र स्कोः स्कोः संयोगरन्ते इति सूत्रेण करः अत्र लोपं भवति, वावृच् इति रूपं, व्रश्च व्रश्च इति सूत्रेण अत्र भवति वा? अत्र स्कोः संयोगाद्योरन्ते च इति कार्यं करोति वा महोदय? क्षम्यता महोदय, न न न जलिपरे नास्ति, अत्र जलि नास्ति, मकारः अनुनास्ति। क्षम्यता महोदय, धन्यवादः। न न चिन्ता चिन्ता मास्तु, चिन्ता मास्तु। वावृच् एव तिष्ठति, वावृच्योः नि वावृच्छिनि इति रूपम्, अनन्तरम् इमि अजादि अप्तित्, अतः अत्रापि मेलनमेव वावृच्छिनि इति रूपं महोदय। अनन्तरम् अत्र षकारः अपि अस्ति किल महोदय, अत्र वावृच्छिनि इति किल? आम् आम्, वावृच्छिनि इति षकारः चकारः, अत्र षकारः चकारः मकारः, वावृश्मि वावृश्मि वावृश्चीमि वावृच्मि वावृच्छीमि इति। अस्तु अस्तु, द्विवचने वः, अत्र अत्रापि जलि नास्ति, अत्र अतः वावच् वावृच् वः वावृच् मः इति रूपं भवति महोदय। अस्तु अस्तु, समीचीनं, बहु समीचीनं महोदय। इदानीम् अत्र किञ्चित् समयः अस्ति, विद्याभगिनी भवती वदति वा अत्र किमर्थमत्र स्कोः संयोगाद्योरन्ते च इति एव कार्यं करोति, यद्यपि अत्र वयं शकारं द्रक्ष्यामः, परन्तु अत्र स्कोः संयोगाद्योरन्ते च इति किमर्थं कार्यं करोति इति। तत्र महोदय किं किं रचितवान्, तत् पठित्वा अनन्तरं वदामि वा अथवा एकवारं? अत्र गमिष्यामः भगिनि एकवारम्, अत्र अत्र अष्टमपाठे अस्ति इति चिन्तयामि, अष्टमे करपत्रे हल्सन्धिपाठे प्रथमभागः, प्रथमभागः अन्ते अस्ति इति। अत्र यदि वयम् अलालम् इति अन्वेषणं कुर्मः तत्र प्राप्नुमः। अहम् उद्घाटितवान्, कुत्र गतम् सन्धिः धातुविज्ञानं? पठतु भगिनि, यदि सर्वे प्राप्तवन्तः वा अत्र कुत्र अस्ति इति। पठामि महोदय, भगिनि सर्वे प्राप्तवन्तः वा इति न, एकवारं सर्वे प्राप्तवन्तः चेत् पठतु एकवारं, सर्वे प्राप्तवन्तः वा? यदा सम्यगङ्कस्य लोपः तत्र एव किल हल्सन्धेः धातुपाठ प्रथमभागः महोदय अत्र अलालम्ब् इत्यस्य विषये तृतीयबिन्दुः किल लब् धातुः सर्वे प्राप्तवन्तः वा अस्तु भगिनि पठतु भगिनि हा अत्र केवलं किञ्चित् पुनःस्मरणार्थं लब् इति धातुः लभि इति धातुः तत्र इदितो नुम् धातोः इत्यनेन तत्र नुमागमः भवति तर्हि तत्र लन्ब् इति धातुः सामान्यतया परन्तु अत्र अस्माकं कृते तु लालन्ब् इति यङ्लुगन्तधातुः तत्र आदौ नकारः मध्ये इदितो नुम् धातोः इत्यनेन नकारः आगच्छति तत्र मिदचोन्त्यात् परः इत्यनेन तत्र अन्तिमस्वरात् परः आयाति तर्हि लाल इति अस्ति अकारः तस्य अनन्तरं नकारः लालन्ब् इति आगच्छति अनन्तरं यत्र वयं धातोः निर्माणं कुर्मः तत्र एव वयं सामान्यतया नश्चापदान्तस्य जलि इति कृत्वा तत्र नकारस्य अनुस्वारादेशः अनन्तरं तत्र अनुस्वारस्य ययि परसवर्णः इति तत्र बकारः यै वर्णः इति कृत्वा तत्र मकारः लालम्ब् मकार बकारः इति भवति सामान्यतया तर्हि इदानीं तत्र तादृशम् अस्ति चेत् तत्र पूर्वमेव महोदय बहु किमपि रचितवान् तत्र समस्याः काः इति तर्हि इदानीम् अत्र पुनः नूतनतया किं रचितवान् इति तदेव पठामि केचन वैयाकरणाः निमित्तस्यापाये नैमित्तिकस्यापि अपायः इति न मन्यन्ते यतोहि अयं न न्यायः न वा परिभाषा काशिकान्यासे पदमञ्जर्यां च चवोः शूडननासिके च इत्यस्य व्याख्याने तथा उच्यते एवं दृष्ट्या वक्तव्यं चेत् अकृतव्यूहाः करणीयाः इति परिभाषया नशिष्यमाणं निमित्तं न स्वीकर्तव्यम् इत्यस्मात् लङ्लकारे प्रथमपुरुष एकवचने बकारस्य नशिष्यमाणत्वात् नश्चापदान्तस्य जलि च अनुस्वरस्य ययि परसवर्णः इत्याभ्यां कार्यं न साधनीयम् एव तथा सति प्रक्रिया एवं लभि इति धातुः तत्र इदितोनुं धातोः इत्यनेन नकारः लालन्ब् लङ्लकारे तप्रत्ययस्य लोपे सति बकारलोपस्य करिष्यमाणत्वात् निमित्तनशिष्यमाणत्वात् नश्चापदान्तस्य जलि च अनुस्वारस्य ययि परसवर्णः इत्यनयोः कार्यं न भवति तर्हि तत्र अलालन्ब् योगः त इति कृत्वा त लोपः अलालन्ब् संयोगान्तस्य लोपः अलालन् इति सिद्ध्यति तर्हि अत्र महोदय अत्र किम् अस्ति इत्युक्ते अत्र धातोः निर्माणसमये अलालम्ब् लालम्ब् इति भवति यदि तथा अस्ति चेत् तत्र किं भवति पूर्वं वयं निमित्तपाये नैमित्तिकस्य अपायः इति उक्त्वा तत्र किं कृतवन्तः इत्युक्ते यत्र लङ्लकारे अलालम्ब् इति अस्ति तत्र यत्र मकारबकारसंयोगः अस्ति तत्र यत्र संयोगान्तस्य लोपः यदा तत्र त इति प्रत्ययः योजयामः चेत् तत्र हल्न्याभ्यो दीर्घसुतिस्य पृक्तम् इत्यनेन त इत्यस्य लोपः भवति तर्हि अलालम्ब् इति पदं भवति तत्र पदान्ते संयोगान्तस्य लोपः इत्यनेन बकारः गच्छति तर्हि तत्र वयं पूर्वं किम् उक्तवन्तः इत्युक्ते तत्र बकारस्य लोपः अभवत् तर्हि निमित्तस्य लोपः तर्हि निमित्तस्य अपाये नैमित्तिकस्य अपायः इत्यनेन तत्र मकारः पुनः नकारः भवति किमर्थम् इत्युक्ते निमित्तं नास्ति इति परन्तु इदानीं तत्र महाभाष्ये तु निमित्तस्य अपाये नैमित्तिकस्य अपायः न्यायः नास्ति परिभाषा नास्ति किमपि नास्ति तस्य प्रयोगं व्याकरणलोके न भवतु इति अस्ति एतत् विषये वयं तु चोः शूर् अनुनासिके च इत्यस्मिन् विषये अपि वयं पूर्वं किञ्चित् पठितवन्तः अतः अत्र किं कथं वक्तव्यम् इति चेत् अत्र अत्र तु नूतना परिभाषा अस्ति, अकृतव्यूहाः पाणिनीयाः इति परिभाषा. परिभाषा किं वदति इत्युक्ते, तत्र परिभाषा वदति यत्र निमित्तम् अस्ति निमित्तेन किमपि कार्यं भवति, यदि अग्रे तदेव निमित्तम् अग्रे यदि युनो नष्टः भविष्यति, निमित्तम् एव नष्टः भविष्यति, तर्हि तद् निमित्तिककार्यं न करणीयम् इति अस्ति. तर्हि इदानीम् अस्माकं लालम्ब् इति स्थितिः, लालम्ब् एव धातुः, परन्तु यत्र लङ्लकारस्य प्रसङ्गे अलालम्ब् इति स्वीकृत्य वयं स्वीकृत्य कार्यं कुर्मः, तत्र वयं जानीमः यत्र अलालम्ब् इति पदं जातं तत्र बकारस्य लोपः तु भवति एव संयोगान्तस्य लोपः इत्यनेन. तर्हि तत्र बकारः एव निमित्तम् आसीत्, येन कारणेन एव तत्र नकारमूले नकारः मकारः अभवत्, नश्चापदान्तस्य जलि अपि अनुस्वारः यै परसवर्णः इति कृत्वा मकारः अभवत्. तर्हि इदानीं बकारः एव बकारस्य एव लोपः अभवत् संयोगान्तस्य लोपः इत्यनेन. तर्हि तत्र अकृतव्यूहाः पाणिनीयाः इति परिभाषा वदति यत्र तादृशी परिस्थितिः अस्ति यत्र निमित्तमेव नष्टः भविष्यति, तर्हि तादृशकार्यमेव न करणीयं. तर्हि इदानीं लालम्ब् इति धातुः तत्र नश्चापदान्तस्य जलि अपि अनुस्वारस्य ययि परसवर्णः इत्याभ्यां कार्यमेव न करणीयम् इति कृत्वा तत्र यत्र लङ्लकारस्य विवक्षा अस्ति तत्र तु वयम् अलालम्ब् नकारबकारसंयोगः एव वयं स्वीकर्तव्यं, तत्र स्वीकृत्वा तत्र कार्यं करणीयम् इति अस्ति. इदानीम् अत्र एकः प्रश्नः अस्ति, अत्र लङ्लकारे तु पदं जातं तकारस्य लोपः भवति, परन्तु यत्र लोपः न भवति अपि च अक्षरपरिवर्तनं भवति, यथा चोः कुः इति योजयित्वा तत्र चकारस्य ककारः भवति, तत्र नशिष्यमाणः इति न वदामः किल, नष्टमिति. अत्र नष्टः इत्युक्ते स च यः निमित्तः अस्ति स च वर्णः न तिष्ठति तावदेव, न स्थास्यति एव, परिवर्तनं भवितुमर्हति, लोपः इति न. अत्र निमित्तस्यापाये नैमित्तिकस्यापि अत्र अपायः, अत्र तु लोपस्य लोपः इति दत्तमस्ति, परन्तु एषा परिभाषा तथा नास्ति. अत्र यदि निमित्तवर्णः निमित्तिकवर्णः परिवर्तनं भवति तथा न तिष्ठति, स्थास्यति, अग्रे गत्वा न स्थास्यति इति भूत्वा तादृशकार्यं न करणीयं. यदि वयम् इदानीम् अत्र यदि वयं वाव्रश्च योगः ति अत्र नयामः, अत्र वयं जानीमः अत्र चकारः अत्र षकारः भवति इति, परन्तु अत्र मूले सकारः आसीत्, सः सकारः षकारः अभवत्, परन् केन प्रभाव के निमित्तं किम्, अत्र चकारः निमित्तमासीत्, परन्तु सः चकारः एव न स्थास्यति अग्रे गत्वा. किमर्थमित्युक्ते अनन्तरम् अत्र प्रत्ययः ति अस्ति, झल् प्रत्ययः अस्ति, भूत्वा अत्र चकारः षकारः भविष्यति, अतः चकारः न कर इत्युक्ते श्चुत्वं न करणीयम् इत्युक्ते अस्माकं कृते इदानीं धातुः अस्ति वाव्रश्च सकारः एव अत्र वाव्रश्च भूत्वा वाव्रश्च योगः ति इदानीमत्र स्कोह संयोगाद्योरन्ते च इत्यस्य प्रसक्तिः मम अवगमनं तथा अस्ति अत्र. एतत्तु सर्वं किम् इत्युक्ते अत्र कथं वा सम्यक् रूपं आनयामः किमर्थमित्युक्ते असिद्धत्वात् अपि आनेतुं शक्नुमः, परन्तु अत्र महोदयेन उक्तं तादृशं महोदय वदति अत्र परन्तु यद्यपि तादृशं वक्तुं शक्नुमः, अत्र किञ्चित् काचित् समस्या अस्ति. समस्या किमित्युक्ते सूत्रं न पश्यति, सूत्रं न पश्यति अत्र सकारः अस्ति इति. परन्तु धातोः सकारः अस्ति एव, अतः किञ्चित् क्लेशः भवति इति. तदेव किल भगिनी, विद्या भगिनी? हा आम् आम्, तत्र समस्या इति इत्युक्ते सूत्रं न पश्यति, परन्तु अस्माकं कृते तु कार्यं जातम्. कार्यं जातम् इति भूत्वा आम्, अत्र तर्कविषयः एव इति चिन्तयामः भगिनी अत्र. हा आम्, तर्कविषये कथं वक्तव्यम् इति एव अत्र. वयं सर्वे जानीमः अत्र लालन् इति एव भवेत् इति, परन्तु कथं वक्तव्यम् इति एव तत्र. कथं वक्तव्यं तत्र तु किञ्चित् भिन्ना अस्ति, यतोहि तत्र वयं मोनो धातुः इत्यपि कृत्वा तत्र मकारस्य नकारः कर्तुं शक्नुमः, परन्तु तादृशम् अत्र नास्ति. परन्तु तत्र मोनोधातुः प्रसक्तिः एव न भवति. यदि अलालम् इति तिष्ठति अलालं, तर्हि यदि मकारः स्वीकुर्मः चेत् स्कोः संयोगान्तस्य लोपः कारणेन तत्र बकारः अपगत्य तदनन्तरं मकारस्य नकारः भवितुम् अर्हति किल. परन्तु अत्र भगिनी पश्यतु, अत्र मकारः अस्ति अस्माकं कृते, परन्तु मोनोधातोः कृते मकारः नास्ति अत्र. अत्र मोनोधातोः मकारं न पश्यति, नकारः एव पश्यति. मोनोधातुः अपि तत्र त्रिपाद्यां पूर्वसूत्रमस्ति, अतः मकारः न पश्यति. अतः एव अत्र मोनोधातोः इत्यस्य उपयोगं न कर्तुं शक्नुमः. अस्तु, तानि सर्वाणि सूत्राणि स्वप्नभूमौ अस्ति. एतत्तु किञ्चित् किञ्चित् तर्कविषयः, कथं वा सम्मर्थनं करणीयः तदस्ति. अतः तादृशमेव अस्तु. अहम् एकं वदामि, प्रथमं तु समापयामः, अनन्तरम् एकं वदामि. धन्यवादः.